सर्वेषां सम्भाषणसंस्कृतवर्गं प्रति हार्दं स्वागतम्। आरम्भे एकं सुभाषितं शृणुयाम। भगिनी श्रावयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। नमस्कारः। उत्तमं भगिनी, धन्यवादः। वयं सुभाषितं श्रुतवन्तः। अस्माकं प्रवर्तमानः विषयः अस्ति वर्तमानकालरूपाणि। वर्तमानकालरूपाणि इत्युक्ते लट्लकाररूपाणि। लट्लकाररूपाणां विषये वयं किञ्चित् ज्ञातवन्तः। तस्मिन्नेव प्रसङ्गे गते सप्ताहे कांश्चन अभ्यासान् कृतवन्तः। विशेषक्रियापदानां रूपाणि अपि दृष्टवन्तः। कुत्रचित् वयम् इतोपि गभीरतया वयं धातूनां विषये अपि च क्रियापदानां रूपनिर्माणविषये अपि वयं किञ्चित् चिन्तनं कृतवन्तः। तेषाम् अवगमनार्थं प्रयत्नं कृतवन्तः। लट्लकाररूपाणां प्रसङ्गे एव अद्य वयम् एकं विलक्षणम् अभ्यासं कुर्मः, उत्तमम् अभ्यासं कुर्मः। तत्र सर्वे गीतासोपानं पुस्तकस्य चतुश्चत्वारिंशत्तमे पुटे तत्र केचन श्लोकाः सन्ति, द्वादशश्लोकाः सन्ति। तत्र तान् श्लोकान् पठित्वा तेषु श्लोकेषु दत्तानां लट्लकारक्रियापदानाम् अन्वेषणं कुर्मः। तत्र अस्य पाठस्य नाम अस्ति संक्षेपगीता। तत्र तत्र श्लोकान् पठित्वा वयं क्रियापदानां अन्वेषणं कुर्मः। इत्युक्ते क्रियापदानि अन्वेष्टव्यानि अथवा क्रियापदानि अन्वेषणीयानि इत्यपि वक्तुं शक्यते। स एव अस्माकं गृहपाठः। तदर्थं भवन्तः सर्वे तत्र चतुश्चत्वारिंशत्तमं पुटं पश्यन्तु। अपि च आरम्भे अहं किञ्चित् वदामि। संस्कृतभाषायाः महिमां वर्णयितुं केनापि न शक्यम् इति एकं वाक्यमस्ति। तत्र महिमा इति एकं पदमस्ति। तत् पदं कीदृशं पदं कोऽपि वदति वा? विशेषणशब्दः नाम इतोपि प्रयत्नं कुर्वन्तु। अत्र किञ्चित् वदामि। अत्र महिमा इति पदं नकारान्तपदं, तस्य प्रातिपदिकमस्ति महिमन्। महिमन् इति प्रातिपदिकं मूलरूपं। किन्तु वयं सर्वे जानीमः महिमा इति पदं बहुवारं शृणुमः, किन्तु महिमन् इति नकारान्तप्रातिपदिकं प्रथमाविभक्तिरूपं महिमा, यथा आत्मा शब्दवत्, किन्तु पुंलिङ्गपदम्। एतत् पदं पुंलिङ्गपदम्। उत्तमम्। अत्र अस्माकं पुस्तके उषा भगिनी भवती दृष्टवती वा, श्लोकान् दृष्टवती वा? प्रथमे श्लोके क्रियापदानि कानि? केवलं तत्र श्लोकानां विषये वयं न चिन्तनं कुर्मः। किमर्थमित्युक्ते तत्र अत्र समयाभावात् अपि च अग्रे किञ्चित् पठनीयमस्ति, कथां पठेम। तदर्थं केवलं श्लोकेषु यानि यानि क्रियापदानि दत्तानि तेषां विषये एव किञ्चित् चिन्तनम्। अस्तु भगिनि। संक्षेपगीता, तत् विवरणं करोमि वा भगिनि? करोतु। सम् उपसर्गपूर्वकं क्षीप् धातु, गीता घञ् प्रत्ययः अस्ति, यदावत् गीता इत्युक्ते आत्मा विद्या उपदेशात्मिका ब्रह्मतत्त्व उपदेशमयी कथा इति भवती उक्तवती. एतान् श्लोकान् पठत, अत्र प्रयुक्तानि क्रियापदानि परिशीलयत च. एतान् श्लोकान् तृतीयविभक्ति बहुवचनं, पठत मध्यमपुरुष बहुवचनं, अत्र प्रयुक्तानि प्र उपसर्गपूर्वकं युज् धातु त प्रत्ययं, प्रयुक्तानि क्रियापदानि प्रथमपुरुष बहुवचनं, परिशीलयत परि उपसर्गपूर्वकं, शीलयत मध्यमपुरुष बहुवचनं च अव्ययम्. अथादौ धृतराष्ट्रस्तु सञ्जयं परिपृच्छति. परिपृच्छति इति क्रियापदमस्ति भगिनी, परि उपसर्गपूर्वकं पृच्छति. पृच् धातु तुदादिगणे परस्मैपदी सकर्मक, पृच्छति पृच्छतः पृच्छन्ति. अत्र धातुः किञ्चित् स्पष्टतया वक्तव्यं. धातुः पृच्छ. उषा भगिनी वदतु. सम्यक् उक्तवती. उषा भगिनी पृच्छ. उत्तमम्. अत्र धातुः प्रच् धातुः, किन्तु पृच्छति इति रूपं सिद्ध्यति तत्र. इत्युक्ते अत्र व्याकरणकक्षायां गच्छामश्चेत् तत्र वयं ज्ञातुं शक्नुमः, तत्र एकं कार्यमस्ति, सम्प्रसारणम् इति कार्यं भवति. यज्ञः सम्प्रसारणं, तेन सूत्रेण तत्र सम्प्रसारणकार्यं भवति. इत्युक्ते प्रच् धातुः सम्प्रसारणीयधातुः इति कृत्वा प्रच् पृच्छति इति भवति. सम्प्रसारणमित्युक्ते किं भगिनि? सम्प्रसारणम् इत्युक्ते तद् व्याकरणे एकं कार्यमस्ति. यथा वयं यण्सन्धिं पठामः, तत्र यण्सन्धिः ईको यणचि एकं सूत्रमस्ति, तत्र ईक्वर्णानां स्थाने यण्वर्णाः आदेशाः भवन्ति इति यण्सन्धिसूत्रं वदति. तत्र यण्सन्धेः प्रसङ्गे यादृशं कार्यं भवति, तस्य विपरीतक्रमेण कम्प्लीट् आपोजिट् क्रमेण सम्प्रसारणकार्यं भवति. इत्युक्ते अत्र यवरलस्थाने इवुरुलु आदेशाः भवन्ति, अत्र सम्प्रसारणकार्यमस्ति इति कृत्वा. इत्युक्ते आहत्य अत्र प्र इत्यस्मिन् रेफः अस्ति, रेफस्य स्थाने रुकारः आयाति, तेन एव प्रु. तत्र पश्यतु, प्रु इति वदामश्चेत् तत्र अचुवर्णः श्रूयते, रुकारः अच् स्वरवर्णः रुकारः श्रूयते. इत्युक्ते अत्र सम्प्रसारणकार्यं भूत्वा रेफस्य स्थाने रुकारः आयाति. अस्य अयं धातुः किञ्चित् विशिष्टधातुः. इत्युक्ते अस्मिन् धातौ सम्प्रसारणकार्यं भवति इति कृत्वा प्रच् पृच्छ भवति. उत्तमम्. अग्रे सरतु. कुरुक्षेत्रे समायाताः किमकुर्वत मत्प्रियाः. किमकुर्वत अहं लिखितवती, कुर्वन् शत्रुप्रत्यय अस्ति इति. क्रू धातु अस्ति चेत् तनादिगणे उभयपति अस्ति, सकर्मकधातुः अनिट्. करोति कुरुतः कुर्वन्ति. अत्र किञ्चित् इतोपि वदामि. क्षम्यतां, सर्वे शृण्वन्तु किञ्चित् अत्र किम. अत्र उषा भगिनी किञ्चित् वदामि. अत्र परिपृच्छति इत्युक्ते भवत्याः अवगमनं किम्? परिपृच्छति लता भगिनी वदतु, परिपृच्छति इत्युक्ते अन्येषाम् अवगमनार्थं परिपृच्छति इत्युक्ते अत्र धृतराष्ट्रः सञ्जयं, धृतराष्ट्रः सञ्जयं परिपृच्छति. वदतु लता भगिनी. केन् यु हियर् मी भगिनी? डस् इट् मीन् इण्टरोगेट्? इण्टरोगेट् परिपृच्छति आस्किङ्ग् फार् कम्प्लीट् इन्फर्मेशन् पुनः प्रतिपच् आस्किङ्ग् अगेन् उत्तमम्. अत्र कानिचन उत्तराणि आगतानि. अत्र एका भगिनी उक्तवती इण्टरोगेट् इति उक्तवती, तत् समीचीनमेव. इत्युक्ते आहत्यत्र धृतराष्ट्रः ज्ञातुमिच्छति तत्र युद्धे किम् अभवत्. जिज्ञासया पृच्छति, जिज्ञासुः भूत्वा पृच्छति. कं पृच्छति? सञ्जयं पृच्छति. तत्र सः ज्ञातुमिच्छति युद्धे किं किम् अकुर्वत इति. तत्र उषा भगिनी भवती पश्यतु, अत्र द्वितीये भागे तत्र श्लोके किम् अकुर्वत इति पदमस्ति. तत्र पदविच्छेदं कुर्मः चेत् किम् अकुर्वत, अकुर्वत. उत्तमं भगिनि. भवती जानाति चेत् वदतु, अत्र अकुर्वत इति पदं दत्तमस्ति. अकुर्वत इति पदं क्रूधातोः रूपमेव, किन्तु कीदृशं रूपम् इतोपि वदतु जानाति चेत्. लता भगिनी भवती शृणोतु कृपया. उषा भगिनी वदतु. लङ् लकार भूतकालम् अस्ति. अकुर्वत् अकुर्वताम् अकुर्वन् अकुर्वः अकुर्वतम् अकुर्वत मध्यमपुरुष बहुवचनम् अस्ति. न भगिनि, अत्र पश्यति चेत् भवती पश्यति चेत् अत्र किञ्चित् वदामि अहम्. अत्र यथा भवती जानाति एव, तत्र क्रूधातुः उभयपदी धातुः अस्ति. अत्र कुरुते इति आत्मनेपदिरूपं दत्तमस्ति. साधारणं रूपं करोति, करोति परस्मैपदिरूपं, किन्तु अत्र कुरुते वदतु. कुरुते, कुर्वाते, कुर्वते, कुरुषे, कुर्वाते, कुरुद्वे, कुर्वे, कुर्वहे, कुर्महे. उत्तमम्. इत्युक्ते आहत्य भवती किम् उक्तवती? लट्लकाररूपाणि उक्तवती, किन्तु क्रूधातोः लङ्लकाररूपाणि द्रष्टव्यानि. अत्र लङ्लकाररूपं दत्तमस्ति. इत्युक्ते क्रूधातोः आत्मनेपदीरूपं कुरुते अस्ति, किन्तु तस्य लङ्लकाररूपं प्रथमपुरुष बहुवचन लङ्लकार अकुर्वत. अकुर्वत इति बहुवचनरूपम् अस्ति. पश्यतु अत्र समायाताः, समायाताः इति कुरुक्षेत्रे समायाताः. के समायाताः? पाण्डवाः अपि च कौरवाः. इत्युक्ते बहुवचनरूपम् अस्ति. पाण्डवाः इत्युक्ते पाण्डवाः कौरवाः च किम् अकुर्वत. अत्र क्रियापदं बहुवचने भवितव्यम् इत्युक्ते तदर्थमेव अत्र अकुर्वत इति रूपं बहुवचनरूपम् अस्ति. समायाताः अकुर्वत इत्युक्ते समायाताः कौरवाः पाण्डवाः किं कृतवन्तः इति बहुवचनरूपम्. अकुर्वत साधारणतया वयं लङ्लकाररूपं योजयित्वा वक्तुं शक्नुमः, अथवा क्तवत् रूपं. वयं सर्वे जानीमः एव, क्तवत् रूपं योजयित्वा वक्तुमिच्छामश्चेत् किं कृतवन्तः इति अत्र. अवगतं वा भगिनि? अस्तु अस्तु भगिनि, धन्यवादः. उत्तमम्. अकुर्वत इति अस्ति. उत्तमम्. अधुना अत्र भगिनि एक प्रश्नमस्ति. धातुरूपमञ्जरी पुस्तकम् अहं पश्यामि. अत्र लङ्लकाररूपं दत्तमस्ति. अकुरुत, अकुर्वताम्, अकुर्वत. ओ, बहुवचनरूपम्. ओके, धन्यवादः. प्रथमपुरुष बहुवचनरूपं दत्तमस्ति. उत्तमम्. अधुना अत्र अरविन्द महोदय, भवान् पठतु अग्रिमं श्लोकम्. आम् भगिनि. आवादित् सञ्जय स्तु एवं द्रोणं दुर्योधनस्तदा उपसङ्गच्छते ब्रूते निबोधयति संस्थितान्. अवादित् महोदय, सर्वं त्यजतु, केवलं क्रियापदं वदतु. अवादित् क्रियापदम् अस्ति. क्रियापदमेव. वदतु, क्षम्यताम्. अवादित् लङ् रूपमस्ति बहुवचनम्. सङ्गच्छते उपसङ्गच्छते इति आत्मनेपदरूपं गच्छ धातु उपसर्गं सङ्ग उपसर्ग गम्लृ धातु गच्छते इति आत्मनेपदे उत्तमम्. अत्र तस्मिन् प्रसङ्गे अत्र उप इति एकः उपसर्गः अस्ति, सम् इति अपि उपसर्गः एव. उप उपसर्गपूर्वकः, सम् उपसर्गपूर्वकः. यथा भवता उक्तं गम्लु धातुः, तत्र इत्युक्ते तत्र इत्संज्ञकवर्णः अस्ति इति कृत्वा औपदेशिकधातुः गम्लु अस्ति. तत्र लौकिकधातुः गम् भवति. यदा कदापि उपसर्गाणां योजनेन यदि रूपं परस्मैपदिरूपम् अस्ति चेत् कुत्रचित् आत्मनेपदिवत् भवति. केवलम् उपसर्गाणां योजनेन तादृशपरिवर्तनं भवति केषुचित् स्थलेषु, केषुचित् धातुषु तादृशपरिवर्तनं भवति. अग्रे पठतु, अग्रे वदतु. अहं न दृष्टवती, भवती दृष्टवती. सो लुङ् लकारे परस्मैपदि प्रथमपुरुष एकवचन गिवन् आं भगिनि. अवादीत् अवादीत् इति अत्र लुङ् लकार परस्मैपदिरूपम् अत्र दत्तमस्ति. उत्तमं. लुङ् लकार प्रसङ्गे वयं न जानीमः किमर्थम् इत्युक्ते तत्र साधारणतया वयम् आरम्भे सार्वधातुकलकारान् वदामः, जानीमः. तदनन्तरमेव आर्धधातुकलाकाराणां प्रसङ्गः भवति. यथा भवत्या उक्तं तत् साधु एव, लुङ्लकारः एव. उत्तमम्. इत्युक्ते आहत्य अस्माकं कृते अत्र अभ्यासः तु लट्लकाररूपाणि अन्वेष्टव्यानि, किन्तु अत्र श्लोकेषु तत्र भिन्नलकारेषु पदानि अपि सन्ति इति भाति. अस्माकं कार्यं तु लट्लकारप्रसङ्गे एव चिन्तनम्. अवादीत् इति लुङ्लकाररूपं. धन्यवादः. अग्रे वदतु महोदय. ब्रूते ब्रूज्ञ् धातु व्यक्तायां वाचि अदादिगणे ब्रूते ब्रूवाते ब्रूवते ब्रूषे ब्रूवाथे ब्रूद्वे ब्रूवे ब्रूवहे ब्रूमहे. तदनन्तरं निबोधयति बुध् धातु चुरादिगणे मी उपसर्गात् बुध् धातु बोधयति इति लट् लकार रूपं. सम्यक् वा भगिनि? तत्रापि अहं दृष्टवती बोधति इति लट् लकार रूपा, बोधयति इस् मिच् रूपा. चुरादिगण चुरादिगणे नास्ति. सो इट् इस् प्रेसेण्ट् इन् टु गणस् इस् इट्? बोधति द्वादि ऐ सा. ओके, बोधति इस् इन् भुवादिगणे, बोधयति इस् इन् चुरादिगणे. ओके ओके ओके, नी उपसर्ग. हा हा हा. लक्ष्मीभगिनी नास्ति इति भाति. उपसङ्गच्छते इति पदमस्ति, तस्य अर्थः कः महोदय वदतु? उपसङ्गच्छते असेम्बल्स् अत्र इत्युक्ते अत्र दुर्योधनः उपसङ्गच्छते, अत्र दुर्योधनः उपसङ्गच्छते इति अर्थः अस्ति अत्र. हि अप्रोच् इत्युक्ते वदतु भगिनि गीताञ्जलि भगिनि. समीपे गत्वा भगिनि. उत्तमम्. इत्युक्ते दुर्योधनः समीपं गत्वा उपसङ्गच्छति. दुर्योधन द्रोणम् उपसङ्गच्छति. उत्तमं, तावदेव. अत्र हि गोस् क्लोस् टु द्रोण अपि उपसङ्गच्छति. अत्र यदि वाक्यं लेखितुम् इच्छामश्चेत् उपसङ्गत्य अथवा उपसङ्गम्य. साधारणतया वयं वाक्यं वक्तुम् इच्छामश्चेत् तत्र क्रियापदद्वयम् अस्ति चेत् पूर्वकालिकी क्रियायाः क्त्वान्तं भूत्वा कृत्वा वदामः. तदर्थं दुर्योधनः द्रोणम् उपसङ्गम्य ब्रूते. तत्र तस्य द्रोणस्य समीपं गत्वा सः वदति. अत्र ब्रूते इति आत्मनेपदी. उत्तमं, भवान् उक्तवान् एव. अत्र ब्रू धातोः आं भगिनि, उभयपदी. अत्र महोदय भवान् यद् जानाति तद्वदतु ब्रूते विषये. अत्र धातुः कः इति उक्तवान्? धातुः किम् उक्तवान्? उत्तमं. वक्तायां वाचि इत्यस्मिन् अर्थे दत्तमस्ति. अत्र धातुं पश्यन्तु, तत्र ब्रूञ् ब्रवीति आहूतः आहतु ब्रुवन्ति आहुः ब्रवीषि अत्थ ब्रूतः आहतु ब्रूथ ब्रवीमि ब्रूवः ब्रूमः. आहत्य अहं किं वक्तुम् इच्छामि इत्युक्ते तत्र धातुः ब्रूञ् धातुः इत्युक्ते तत्र मूलधातोः अन्ते चवर्गीय अन्तिमे व्यञ्जनं दृश्यते. ब्रूञ् तत्र उच्चारणं सम्यक् भवेत्, मम उच्चारणमपि तत्र चवर्गीय अन्तिमव्यञ्जनं तत्र श्रूयते. वयं व्याकरणकक्षायाम् एकं सूत्रं पाठितवन्तः. तत्र तत् सूत्रं किम् इत्युक्ते स्वरितणितकर्तृभिप्राये क्रियाफले इत्युक्ते तत्र यस्य धातोः अन्ते ण्यकारः इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् अनुनासिकव्यञ्जनम् अस्ति, सः धातुः उभयपदी भवति इति अर्थः. तत्र तत्र कवर्गीय अन्तिमव्यञ्जनम् अस्ति चेत् कवर्गीय अन्तिमव्यञ्जनं किं? ण्यकारः, कख गघ ञ. सः ण्यकारः अस्ति चेत् धातुः आत्मनेपदी भवति. किन्तु धातोः अन्ते चवर्गीय अन्तिमव्यञ्जनम् अस्ति चेत् तत्र उभयपदी धातुः भवति. तदर्थमेव अत्र धातुः ब्रूञ् इति अस्ति. तदर्थमेव अयं धातुः उभयपदी धातुः. यथा भवता उक्तम् अत्र आत्मनेपदिरूपाणि परस्मैपदिरूपाणि अपि सन्ति. इतोपि तत्र न केवलं आत्मनेपदी परस्मैपदिरूपाणि, अत्र विकल्पेन आह इति रूपमपि अस्ति. इत्युक्ते केवलं पञ्चसु स्थलेषु इत्युक्ते तत्र प्रथमपुरुष एकवचन द्विवचन बहुवचने अपि च मध्यमपुरुष एकवचन द्विवचनपर्यन्तम् आह इति शब्दस्य रूपाणि अपि सन्ति. इत्युक्ते केवलं तत्र पञ्चसु स्थलेषु एव तादृशानि रूपाणि सन्ति. तत्र कारणं किम् इति, तत्र बहूनि सूत्राणि सन्ति इति भाति. तदनन्तरम् अत्र निबोधयति इति पदमस्ति. यदा भवता उक्तं धातुः तु बुद्धुधातुः एव, किन्तु बुद्धुधातुः बहुषु गणेषु अस्ति. बुध्यते इति एकं रूपम् अस्ति अत्र निबोधयति. इतोपि कोऽपि दृष्टवान् अथवा दृष्टवन्तः वा अत्र बुद्धुधातोः प्रसङ्गे? इत्युक्ते अहं किञ्चित् का उक्तवती अत्र किञ्चित् वदामि. इतोपि धातोः प्रसङ्गे वयं ज्ञातुम् इच्छामश्चेत्, स्पष्टतया ज्ञातुम् इच्छामश्चेत् एकं पुस्तकमस्ति, गीताधातुरूपावलिः. तत्र गीताधातुरूपावल्याम् अत्र केवलं भगवद्गीतायां यां यानि यानि क्रियापदानि उपयुक्तानि तेषां प्रसङ्गे एव तत्र बहु लघु पुस्तकमेव. तत् पुस्तकं क्रीणन्तु. तत्र तस्मिन् पुस्तके समीचीनतया बुद्धधातुः अत्र अस्मिन् प्रसङ्गे कीदृशबुद्धधातुः लिखितम् अस्ति, अयं धातुः कस्मिन् गणे अस्ति, एतत् सर्वं वयं स्पष्टतया अवगन्तुं शक्नुमः. इदानीं बुद्धधातोः प्रसङ्गे वयं त्यजामः. तत्र अत्र अस्मिन् प्रसङ्गे बुद्धधातुः कस् कस्य गणे अस्ति, कस्मिन् गणे अस्ति इति अधुना त्यजेम. अग्रिमं श्लोकं पठतु महोदय. ततो रतस्थितः कृष्णः पाञ्चजन्यं दमत्याहो पश्चात् सर्वे अपि योद्धारः शङ्कान् स्वीयान् दमन्ति च. दमन्ति एकं पदमस्ति. उत्तमं. धमन्ति अस्ति, अपि च तस्मात् पूर्वं धमत्यहो इति लिखितमस्ति. तत्र पदविच्छेदं कुर्मः चेत् धमति अहो. इत्युक्ते एतावता एकमेव पदं पूर्वस्मिन् वाक्ये एकवचने लिखितमस्ति, अग्रिमे वाक्ये तत्र अग्रिमे भागे बहुवचने दत्तमस्ति. धमति, धमतः, धमन्ति, भुवादिगणीयधातुः. तत्र तत्र धातुः अस्ति ध्म. वदतु महोदय. शब्दाग्निसंयोगे. उत्तमं. शब्दाग्निसंयोगयोः इत्युक्ते अत्र किं वक्तव्यं? कृष्णः पाञ्चजन्यं धमति इति विषयः अत्र. अर्थः तु शब्दाग्निसंयोगयोः इति लिखितमस्ति. इत्युक्ते पाञ्चजन्यम् इति कृष्णस्य शङ्खः इति कृत्वा कृष्णः पाञ्चजन्यं धमति, अन्ये सर्वे तेषां शङ्खान् धमन्ति, स्वीयान् शङ्खान् धमन्ति, अन्ये योद्धारः. तत्र युद्धे बहवः योद्धारः सन्ति, ते सर्वे स्वीयान् शङ्खान् धमन्ति इति वाक्यम्. उत्तमं महोदय. अनन्तरं दर्शनभगिनी भवती पठतु. अस्तु भगिनि, क्षम्यतां. शब्दानि संयोगयोः इत्युक्ते बहुषु अर्थेषु शब्दाः अस्ति इति. इत्युक्ते तत्र बहुषु अर्थेषु अस्य धातोः प्रयोगं कुर्मः इति चिन्तनमस्ति, मम चिन्तनं. किन्तु अत्र शब्दाग्निसंयोगयोः इति लिखितमस्ति. अत्र शङ्खान् धमन्ति चेत् तत्र शब्दम् आयाति वा? आयाति, तदर्थमेव अत्र. किन्तु बहुषु अर्थेषु. वदतु गीताञ्जलि भगिनी, पुनः वदतु गीताञ्जलि भगिनी, पुनः वदतु. क्षम्यतां भगिनी, मम प्रश्नः भगिनी, केवलम् एकशङ्ख न तु न, किन्तु बहुषु शङ्खेषु ध्वनिः यदि सम्मेलनं कृत्वा आयाति तदनन्तरं शब्दाग्निसंयोगयोः इति अर्थः भगिनी? तथा नास्ति. अयं ध्माधातोः अर्थः तु शब्दाग्निसंयोगयोः. यथा वयं पूर्वं दृष्टवन्तः, ब्रू धातुः वक्तायां वक्तायां वाचि, व्यक्तायां व्यक्तीकरणार्थम् इत्युक्ते व्यक्तायां वाचि इति अर्थे ब्रू धातुः अस्ति. तथा एव अत्र ध्माधातुः शब्दाग्निसंयोगयोः इत्यस्मिन् अर्थे. किञ्चित् वयं सरलतया स्वीकर्तुम् इच्छामश्चेत् शब्दविषये अयं धातोः प्रयोगं कुर्मः इति चिन्तयामश्चेत् शङ्खान् धमन्ति चेत् शब्दम् आगच्छति एव अत्र. श्लोके अस्तु पाञ्चजन्यं ऋषिकेशो देवदत्तं धनञ्जयः पौण्ड्रं धौमौ महाशङ्कं भीमकर्मा दध्मौ इति ध्माधातोः रूपमेव, किन्तु भिन्नं रूपं, भिन्नलकारः अस्ति तत्र दध्मौ. आहत्य तस्मिन् श्लोके कस्य शङ्खस्य नाम किम् इत्युक्ते पौण्ड्रं पाञ्चजन्यं ऋषि तत्र तादृशम् इत्युक्ते प्रत्येकं योधस्य शङ्खस्य नाम अस्ति इति कृत्वा तस्मिन् श्लोके शङ्खस्य नाम उक्तमस्ति. लता भगिनी वदतु. शब्दाग्नि अत्र शब्दः भवति, एण्ड् वि ब्रीथ् औट् नो, एण्ड् वि ब्लो औट् द कान्च्, लाट् आफ् उष्ण इस् क्रियेटेड् नो. तु दट् शब्द अग्नि शब्द प्लस् अग्नि संयोगयोः क्वा भवति किल ओन्लि शब्द इस् एनि शब्द इट् केन् बि इवन् इफ् ऐ टेप् अ प्लेट् वित् अ स्पून् इट् प्रोड्यूसस् शब्द शब्दाग्नि वेन् वि ब्लो औट् द कान्स् lot of heat is also produced, no? Perhaps that's why Agni Pada is used there, is it? No, it's actually one of explanations which is given is that because of the multiple sound from Panjajanya, Rishikesha, Paundrum, the opponent soldiers started trembling as if they were under fire. To show that, that is the word that they used the word Dabmau specially. Otherwise, any other sound, any other verb could have been used. The verb specifically was used to see that the trembling of the enemy soldiers after hearing the sound. Mahodaya, even in other situations like during puja time also, dhamati kila, shankha is blown out. So, dva, dhatu itself means Shabdagni Sanyoga Yoho, meaning is that. That's why I thought Maybe, because in this, yes, in this context, that is what explained it is. In Ranaranga, yes. Yes, you're right. इत्युक्तत्र आहत्य यथा लता भगिन्या उक्तं शब्दाग्नि संयोगयोः अत्र इतोपि ज्ञातव्यं किमर्थम् इत्युक्ते धातोः अर्थप्रसङ्गे एव तत्सर्वं दत्तमस्ति. अत्र केवलं सरलरूपेण स्वीकुर्मः. अनन्तरम् अत्र अग्रिमं क्रियापदम् इतोपि अस्मिन् श्लोके किमपि नास्ति. धन्यवादः महोदय. ललिता भगिनी पठतु. क्षम्यतां भगिनि, एकं प्रश्नं. दमत्यः पाञ्चजन्यं दमत्यः पदविच्छेदनं किं दमति प्लस् दमतियोगः अहो अहो अहो इस् तत्र इस् सम्बोधन अत्र वदतु अरुणा भगिनि वदतु. अलास् तत्र यण् सन्धिः भवति. धमति योगः अहो धमत्यहो इति भवति. उत्तमम्. अनन्तरं ललिता भगिनी भवती एव पठतु अग्रिमं श्लोकम्. अस्तु. धनुरुद्यक्षते पार्थः सोऽपि कृष्णं ब्रवीति वै सेनयोरुभयोर्मध्ये स्थापयेति रथं मम. धनुरुद्यक्षते तत्र धनुः धनुः योगः धनुः उद्यक्षते पार्थः रवीति लट्लकार तेनयोर्भयोर्मध्ये स्थापयेति स्थापयेति लट्लकाररूपम् अत्र स्थापयति लट्लकार स्थापयेति न न अत्र किं अत्र किं भवति इत्युक्ते स्थापय सेनयोरुभयोर्मध्ये स्थापय अत्र पश्यतु अत्र सेनयोरुभयोर्मध्ये मम रथं स्थापय लोट्लकार मम रथं स्थापय इति मध्यमपुरुषः अर्जुनः वदति. धनुरुद्यच्छते पार्थः पार्थः धनुः उद्यच्छते तत्र पदविच्छेदं कुर्मः चेत् धनुः उद्यच्छते उद्यच्छते इत्युक्ते हि केप्ट् इट् अवे अपि च कृष्णं ब्रवीति सः कृष्णं ब्रवीति कृष्णं प्रति वदति उपसर् ब्रवीति ब्रवीति इति ब्रू धातोः परस्मैपदिरूपं परस्मैपदिरूपम् अस्ति. तदनन्तरम् अत्र स्थापय इति तत्र मध्यमपुरुष लोट् वदतु लोट्लकार लोट् लकारः एकवचनं स्थापय यथा तत्र निजन्तरूपम् अस्ति मम रथं स्थापय अत्र भवन्तः सर्वे अग्रे पुनः एकवारं तत्र धनुरुद्यच्छते इत्यस्मिन् कीदृशधातुः अस्ति तत्र क्रियापदं किं तत्र कीदृशं रूपम् अस्ति भवन्तः सर्वे कक्ष्याः अनन्तरं किञ्चित् परिशील्य मां प्रेषयन्तु तस्मिन् विषये इतोपि विस्तरेण अग्रे परिशीलयामः किन्तु अत्र स्थापयति इति स्थापयति इत्यस्य लट्लकाररूपं किम् अत्र अत्र तु निजन्तरूपं निजन्तरूपं दत्तमस्ति तिष्ठति इत्युक्ते तत्र स्थापयति इति णिजन्तरूपं तिष्ठति इति साधारणलट् रूपम् अस्ति अत्र किञ्चित् वदामि अत्र स्थाधातुः आदौ मूर्धन्यषकारादिधातुः ष्ठागतिनिवृत्तौ इति धातुः गतिनिवृत्तिः इत्युक्ते गतिः इत्युक्ते तत्र गच्छति इत्यस्मिन् अर्थे किन्तु अत्र ष्ठाधातुः गतिनिवृत्तौ इति लिखितमस्ति गतिनिवृत्तौ इत्युक्ते तत्र एव तिष्ठति इत्यस्मिन् अर्थे तस्य कुत्रापि न गच्छति इति अर्थः अस्ति गतिनिवृत्तौ ष्ठाधातुः मूले षकारादिधातुः तत्र मूर्धन्यषकारादिधातुः कथं स्था भवति दन्त्यसकारादिधातुः कथं भवति इत्युक्ते तत्र एकं विशिष्टकार्यं भवति कृपया म्यूट् कुर्वन्तु बहु ध्वनिः अस्ति कृपया म्यूट् करोमि तत्र मूर्धन्यषकारादिधातुः अयं धातुः अत्र एकं विशिष्टकार्यं भवति धात्वादेः शः सः इति एकं कार्यं भवति तत्र तेन कार्येण तत्र ष्ठा इति धातुः स्था भवति तदर्थमेव तस्य रूपाणि तत्र णिजन्तरूपं तु स्थापयति इति भवति किन्तु साधारणलट्लकाररूपं तिष्ठति इति लिखितमस्ति अग्रिमे श्लोके किमस्ति एकवारं पश्येम अत्र भगिनी भवती एव वदतु निरीक्षते अधुना वदतु ललिता भगिनी अस्ति वा निरीक्षते नी उपसर्ग नी उपसर्ग प्लस् ईक्षते ईक्षते निरुपसर्गपूर्वकः ईक्षते इति आत्मनेपदि आत्मनेपदिरूपम् अस्ति तत्र उत्तमं निरीक्षणं साधारणं पदमेव निरीक्षणं वयं जानीमः तत्तु ल्युडन्तपदमस्ति ईक्षते इति तत्र दर्शने इत्यस्मिन् अर्थे निरीक्षणम् इत्युक्ते अत्र अत्र सान्दर्भिक अर्थः तु लुकिङ्ग् टुवर्ड्स् लुकिङ्ग् टुवर्ड्स् इत्यस्मिन् अर्थे तत्र स्यन्दने स्थापिते तिष्ठन् असौ सर्वान् निरीक्षते इत्युक्ते सर्वान् पश्यति सर्वान् निरीक्षते सर्वान् योधान् अत्र अर्जुनः अपि च कृष्णः सर्वान् योधान् दृष्टवन्तः पश्यति इत्यस्मिन् अर्थे इति लिखितमस्ति अग्रे किमस्ति अग्रिमे वाक्ये दृष्ट्वा बन्धून् गृंश्चान्यान् वृषं सीदति छिद्यते दृष्ट्वा इस् स्वान्त दृष्टातु गुरुं च अन्यान् वृषं सीदति सीदति अण्ड् खिद्यते सीदति लट्लकाररूप परन्तु आत्मनेपदे न सीदति इति सीदति कथं जानीमः सीदति इति अत्र पश्यतु सीदति इति परस्मैपदी एव इत्युक्ते अत्र परस्मैपदी धातुः सीदति इति लिखितम् अस्ति अत्र आत्मनेपदी अत्र सीदति इत्यस्मिन् प्रसङ्गे अपि न न अत्र एकः विशिष्टधातुः अस्ति शद्लु अत्र शद्लु इति औपदेशिकधातुः अस्ति तत्र अयं धातुः अपि मूले षकारादिधातुः इत्युक्ते अत्रापि धात्वादेः शः सः इति सूत्रस्य कार्यं भवति इत्युक्ते तत्र मूर्धन्यषकारः अनेन सूत्रेण दन्त्यसकारः भवति तदर्थमेव अत्र रूपं सीदति इति रूपं लिखितम् अस्ति धातुः शद्लु शद्लु इत्युक्ते तत्र अत्र किं वक्तव्यं शद्लु इति वदामश्चेत् तत्र अन्ते अनुनासिक लुकारः अस्ति इत्युक्ते लुकारः इत्युक्ते अचुवर्णः अनुनासिक लुकारः इत् संज्ञकवर्णः अस्ति तस्य लोपः भवति तेन अपि च अत्र धात्वादेः शः सः कार्यमपि अस्ति एतत् सर्वं कृत्वा तदनन्तरं सीदिति लौकिकधातुः आयाति इत्युक्ते मूलधातुः भिन्नः मूलधातुतः इत् संज्ञकवर्णानां लोपानन्तरम् अत्र लौकिकधातुः सिद्धः भवति अत्र भृशम् इति एकं पदमस्ति भृशम् इत्युक्ते किम् उत्तमम् इत्युक्ते अत्र भृशम् इत्युक्ते एक्सेसिव्लि so much a lot इत्यस्मिन् अर्थे खिद्यते वयं जानीमः खिद्यते रूपं दृष्ट्वा वयं तत्र ते अस्ति चेत् आत्मनेपदी भवति खिद्यते इति अत्र दिवादिगणीयधातुः अस्ति तत्र दिवादिगणीयधातुषु सर्वदा यकारः श्रूयते अत्र ललिता भगिनी कृपया भवत्याः दूरवाणीं म्यूट् करोतु अस्ति भगिनी क्षम्यतां दर्शना अस्मि तत्र धातुरूपावलिः पुस्तके सीदन्ति तस्य धातु षड् दातव्यं दत्तवन्तः तत् लु उकार भवति वा उकार भवति वा ऋकार भवति वा तत्र उच्चारणं तु शद्लु इति न वदामः शद्लु एव भवति इत्युक्ते अत्र सः वर्णः तु अच्वर्णः एव न तु व्यञ्जनम् तर्हि लेखनावसरे यदा वयं लेखिष्यामः तदा रु एव परन्तु वदामः तदा उच्चारणं लु अस्तु धन्यवादः भगिनि अत्र यद्यपि वयं वदतु महोदय I just saw that word danuhu udyachate in pushpadhyachit dadukriya prakriya anusar dadakya in the dhatu number 26 yam uparame it's in parasmay pada only yachati but when it has a sutram samudangabhyo yamo agrande 1375 sam ud ang ityam pūrvavat yamo कर्मप्रभिप्राये क्रियाफल आत्मनेपदं भवति. भारम् उत्यच्छते, भार को उठाना है. इत्युक्ते आहत्य धनु उद्देश्य मीन्स् धनु द वेट् आफ् द बो ही लिफ्टेड् द हेवी बो टु शो दट्. अत्र किञ्चित् यथा अधुना मया अवगतम् इत्युक्ते अत्र उद्यच्छते, कृपया म्यूट् कुर्वन्तु, बहु ध्वनिः अस्ति अत्र. अस्तु, अत्र अधुना महोदयेन उक्तं, तत्र मया किम् अवगतम् इत्युक्ते अत्र उद्दिति उपसर्गः अस्ति, अनन्तरं यं धातुः तत्र उपरमे इत्यस्मिन् अर्थे यं धातुः अस्ति. यं धातोः रूपाणि यच्छति, यच्छतः, यच्छन्ति ईदृशानि रूपाणि भवन्ति. किन्तु अत्र उपसर्गस्य योजनेन यद्यपि यं धातुः परस्मैपदी धातुः अस्ति, किन्तु उपसर्गस्य योजनेन तत्र आत्मनेपदिरूपं स्वीकरोति इति भाति. तदर्थमेव उत् उपसर्गपूर्वकः यं धातुतः उद्यच्छते इति रूपम् अस्ति. धन्यवादः महोदय. अनन्तरम् अत्र भूमा भगिनी भवती पठतु अग्रे. अस्ति वा भूमा भगिनी? नो चेत् दर्शना भगिनी भवती पठतु. आं भगिनि. स्रंसते हस्ततश्चापो वेपथुर्जायते तनौ, मनो भ्रमति तेनासौ रथे नैवावतिष्ठते. भ्रमति तिष्ठते, स्रंसते. हा उत्तमं. स्रंसते वदतु किञ्चित्. स्रंसते, स्रंसते आत्मनेपदी धातुः अहं न जाना. स्रंसु, स्रंसु धातुः. अहं पुस्तकं दृष्ट्वा वदामि. वदतु, वदतु. तर्हि स्रंसु धातुः आत्मनेपदी भ्वादिः लट्लकार. अपि तु जायते अगेन् आत्मनेपदी, आत्मनेपदी किं धातुः अहं न जानामि. अत्र अत्र किञ्चित् किञ्चित् स्रंसते इत्युक्ते अत्र अस्मिन् सन्दर्भे उत्तमं, तदेव श्रोतुम् इच्छामि. हस्ततः चापः स्रंसते. अत्र वाक्यमस्ति हस्ततः चापः स्रंसते. तत्र स्रंसते इत्युक्ते स्खलति इत्यस्मिन् अर्थे, अवसर्पति इत्यपि वक्तुं शक्यते, स्लिप् आफ् यथा भवत्या उक्तम्. अवस्रंसने इत्यस्मिन् अर्थे दत्तमस्ति. जायते वदतु. जायते आत्मनेपदी जनी, जनी धातुः द्विवादिः गणे लट् आत्मनेपदी. उत्तमम्. अत्र जनी प्रादुर्भावे इत्युक्ते तत्र प्रादुर्भावे तत्र जन् धातोः रूपं जायते. अत्र धातुः जायते अपि अकर्मकधातुः, म्रियते अपि अकर्मकधातुः. तत्र म्रियते, जायते तत्र कर्मपदं न सम्भवति, अकर्मकः धातुः. ऑब्जेक्ट् नॉट रिक्वायर्ड्. उत्तमं. कर्मपदस्य प्रसक्तिः नास्ति, अकर्मकधातुः अस्ति. अग्रे अग्रे भ्रमति, भ्रमति परस्मैपदी. भ्रमु इति किमर्थं लिखितवन्तः न जानामि. भ्रम खलु धातु इत्युक्ते तत्र अनुनासिक उकारस्य लोपः भवति. अनुनासिक उकारः इति संज्ञकवर्णः इत्युक्ते आरम्भे मूलस्थित्यां केचन इति संज्ञकवर्णाः सन्ति. तत्र औपदेशकधातुः इत्युक्ते केचन धातवः पाणिनिना उपदिष्टाः सन्ति, ते धातवः उपदेशावस्थायाम् इत्युक्ते मूलस्थित्यां तेषाम् अन्ते केचन इतिसंज्ञकवर्णाः सन्ति. तदनन्तरम् इतिसंज्ञकवर्णानां लोपं कृत्वा लौकिकधातुं साधयामः. वदतु. ओहो अस्तु. तर्हि मनोभ्रमति, देट् मीन्स् ही इस् गेटिङ्ग् कन्फ्यूस्ड्. एण्ड् वादिः लट्. अनन्तरं तिष्ठते. तिष्ठते कृतवन्तः खलु. भगिनी अत्र पश्यतु, अवतिष्ठते इति अस्ति. नैव अवतिष्ठते, नैव अवतिष्ठते, नैव अवतिष्ठते. सो उपसर्गपूर्वं वदतु. उपसर्गं पूर्वं स्था धातु खलु, स्था धातु एव. आत्मनेपदि इत्युक्ते यद्यपि स्थाधातुः तत्र अकर्मकधातुः अस्ति, अपि च स्थाधातु धातोः रूपं यथा पूर्वं लता भगिन्या उक्तं तिष्ठति अस्ति, तिष्ठति परस्मैपदिरूपं, किन्तु अव इति उपसर्गयोजनेन तस्य रूपम् आत्मनेपदिरूपं भवति. इत्युक्ते कुत्रचित् उपसर्गस्य योजनेन परस्मैपदी आत्मनेपदी भवति, आत्मनेपदिरूपम् अपि परस्मैपदिरूपं भवितुम् अर्हति. इत्युक्ते तादृश केवलम् उपसर्गाणां योजनेन एतत् सर्वं एतादृशं परिवर्तनं भवति. अत्रापि तथा एव अवतिष्ठते इति क्रियापदं लिखितम्. अग्रे पठतु. विसृजत्यात्मनश्चापं तत्रैवोपविशत्ययं पुनश्चावेक्षते सर्वान् तेन खेदोऽभिवर्धते. विसृजति अत्र सन्धि अभवत्. तर्हि विसृजति परस्मैपदी being born khalu meaning atra pashyatu atmanah chapam visrujati ichukte swasya chapam visrujati iti arthah visrujati ha tari tatra parasmaypadi khalu parasmaypadi उपसर्ग सृज् धातु. अहं धातु न जानामि. सृज् धातुः. अनन्तरं तत्रैव उपविशति. आं भगिनि, भूमा अस्मि. अन्म्यूट् भवन्तः सर्वे श्रूयते भगिनि. श्रूयते भगिनि. वदतु दर्शन भगिनि, वदतु किमपि किम् अभवत् चिन्ता मास्तु. अत्र भूमा भगिनि भवती अधुना पाठतु. अग्रे किं दत्तमस्ति? उपसर्गपूर्वक विष् धातु परस्मैपदी लट्लकार पुनश्च अवेक्षते आ उपसर्गपूर्वक ईक्ष् धातु. अत्र क्षम्यतां भगिनि, अहं डिस्कनेक्ट् अभवत्. किञ्चित् शृणोतु भगिनी, दर्शना भगिनी. अधुना भूमा भगिनी वदन्ती अस्ति. भूमा भगिनी करोतु, वदतु. ईक्षते ईक्ष् धातु आत्मनेपदी. उत्तमम्. ईक्षते इति रूपं वयं जानीमः एव. अत्र पश्यन्तु, अवायोगः ईक्षते लिखितमस्ति, अवेक्षते. तथा एव अपायोगः ईक्षते अपेक्षते भवति. तथा एव निर् उपसर्गपूर्वकः ईक्षते निरीक्षते एतादृशानि रूपाणि भवन्ति. किन्तु आहत्य अत्र ईक्षते इति आत्मनेपदिरूपम् अस्ति. अग्रे पठतु. अभिवर्धते अभि उपसर्गपूर्वक वर्धधातु वृद्धधातुः वृद्धधातु आत्मनेपदी. उत्तमं. वृद्धधातोः रूपमेव वर्धते तत्र अभिवर्धते. साधारणं पदमेव अभिवृद्धिः इति वयं जानीमः. तत्र वृद्धधातोः क्तिन् प्रत्ययान्तरूपं वृद्धिः. यथा बुद्धधातोः रूपं बुद्धिः तथा एव वृद्धधातोः रूपं वृद्धिः. अत्र इत्युक्ते खेदः अभिवर्धते इति लिखितमस्ति. तस्य खेदस्य वर्धनं भवति. वर्धनं भवति. अग्रे वदतु. पश्चात् प्रभाषते कृष्णं राज्यं भोगं सुखानि च न काङ्क्षे न च वा भुञ्जे नैव हन्मीति बान्धवान्. पश्चात् प्रभाषते प्र उपसर्गपूर्वक भाषदातु आत्मनेपदी. आत्मनेपदी. तत्र भाषते इति रूपमस्ति प्र उपसर्गपूर्वकः. यथा वयं पूर्वं दृष्टवन्तः व्यक्तायां वाचि तदा तस्मिन् अर्थे एव ब्रूधातु. इत्युक्ते तत्र किञ्चित् अर्थभेदः अस्ति इति मम चिन्तनं. तत्र ब्रवीति ब्रूते वदति भाषते बहूनि पदानि क्रियापदानि. इत्युक्ते तत्र बहवः धातवः सन्ति. किञ्चित् अर्थभेदः अस्ति इति मम चिन्तनं. प्रभाषते तत्र आत्मनेपदी. अग्रिमं क्रियापदं वदतु. कृष्णं प्रभाषते अर्जुनः प्रभाषते न काङ्क्षे काङ्क्षे काङ्क्षे दातु. अत्र किञ्चित् वदामि भगिनी. अत्र पूर्वस्मिन् वर्गे अरुणा भगिनी उक्तवती तत्र धातुः काक्षी इति धातुः. किमर्थं तत्र काङ्क्षे भवति इति चिन्तयामश्चेत् तत्र अयं धातुः काक्षी इति वदामश्चेत् तत्र अनुनासिक ईकारः अस्ति. इत्युक्ते तत्र इदित् धातुः इति वदामः. तत्र इदित् धातुः काक्षी धातुः. तदर्थमेव तत्र इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भवति. नुमागमः भूत्वा तत्र काङ्क्ष इति लौकिकधातुः सिद्ध्यति. इत्युक्ते अयं धातुः इदित् धातुः. इत्युक्ते केचन धातवः इदित् धातवः सन्ति. यथा वन्द् धातुः. तत्र वन्द् धातुः अपि इदित् धातुः. इत्युक्ते तत्रापि वदेऊ इति आरम्भे दत्तमस्ति. इत्युक्ते अनुनासिक ईकारः इति संज्ञकवर्णः अस्ति तत्र तस्मिन् धातौ. तथा एव अत्रापि काक्षी तत्र काक्षी तत्र अनुनासिक ईकारः उच्चारणीयः. तदनन्तरं मध्ये नुमागमः भूत्वा काङ्क्ष भवति. आर् आहत्य तत्र काङ्क्ष भवति चेत् तत्र रूपं काङ्क्षति इति परस्मैपदिरूपं भवति. किन्तु अत्र किञ्चित् ध्वनिः अस्ति. उत्तमम्. उषा भगिनी उक्तवती अत्र काङ्क्षधातोः प्रसङ्गे अत्र भगवद्गीतायां एकः श्लोकः अस्ति न काङ्क्षे विजयं कृष्ण. तत्र काङ्क्षे इति रूपं दत्तमस्ति. किन्तु धातुः तु परस्मैपदी धातुः. श्लोके आत्मनेपदिरूपं दत्तमस्ति. तथा किमर्थम् इत्युक्ते तत्र भगवद्गीतायां तादृशः प्रयोगाः सन्ति. तेषां नाम अस्ति शिष्टप्रयोगाः अथवा आर्षप्रयोगाः. ऋषिभिः कृताः प्रयोगाः इति कृत्वा तेषां समर्थनं कुर्मः. किन्तु तादृशरीत्या अस्माभिः न वक्तव्यम्. अयं प्रयोगः तु आर्षप्रयोगः. इत्युक्ते धातुः परस्मैपदी धातुः. किन्तु रूपम् आत्मनेपदिवत् दत्तमस्ति. अहं न काङ्क्षे. तत्र अहं न काङ्क्षे इति अर्जुनः वदति. इत्युक्ते उत्तमपुरुष एकवचनरूपम् आत्मनेपदिवत्. भगिनी अत्र एकः प्रश्नः वदतु. तत्र आत्मनेप पदिनौ लोट्लकारे उत्तमपुरुषे एकवचने वर्ते इति भवति, वर्तते इति अस्ति चेत् तत्र लोट्लकार उत्तमपुरुष एकवचन नास्ति नास्ति वा? न न भगिनि, अत्र तु अत्र लोट्लकारः नास्ति, लट् लकारः वर्तमान उषा भगिनी, अत्र वृत् धातुं स्वीकृत्य अथवा वन्द् धातुं स्वीकृत्य रूपाणि वक्तुं शक्नोति वा उषा भगिनी? वृत्तस्य वृद्धस्य किमपि किमपि आत्मनेपदि धातुं स्वीकृत्य रूपाणि वदतु. वर्धते, वर्धेते, वर्धन्ते, वर्धसे, वर्धेथे, वर्धध्वे, वर्धे, वर्धावहे, वर्धामहे. धन्यवादः. इत्युक्ते अत्र वर्धे इति उक्तवती, इत्युक्ते उत्तमपुरुषे एकवचनरूपं वर्धे अस्ति, तथा एव अत्रापि काङ्क्षे इत्युक्ते लट्लकाररूपम् अस्ति, लट्लकार उत्तमपुरुषरूपं. किन्तु यद्यपि काङ्क्षधातु काङ्क्षा इति स्त्रीलिङ्गे अस्ति, मम सन्देहः एव भगिनी, भवती उक्तवती तत्र अन्यप्रयोगः अस्ति इति. काङ्क्षा इति स्त्रीलिङ्गपदम् अस्ति किल? इत्युक्ते अत्र पश्यन्तु, अत्र काङ्क्षे इति तिङन्तपदं, काङ्क्षा इति सुबन्तपदम्, इत्युक्ते नामपदम्. काङ्क्षा इति नामपदं, यथा लता शब्दवत् आकारान्तपदम्, इत्युक्ते तस्य नामपदमेव. किन्तु काङ्क्षे इति, काङ्क्षे इति उत्तमपुरुष लट्लकारः एकवचनरूपम्. अहं लट् इन्स्टेड् आफ् सेयिङ्ग् लट् ऐ सेड् लोट्. अस्तु भगिनि, लट्लकारे उत्तमपुरुषे तथा भवति इति मनसि वन्दे, यथा वयं वन्दे मातरं, तत्रापि वन्दे, वन्दे अहं वन्दे इति उत्तमपुरुषे एकवचनरूपम् अस्ति, तथा एव अत्र काङ्क्षे इति आत्मनेपदिवत् रूपं दत्तम् अस्ति. किन्तु अयं तु आर्षप्रयोगः, इत्युक्ते ऋषिभिः अयं प्रयोगः कृतः इति कृत्वा तस्य समर्थनं करणीयम् एव, न तु किन्तु वयं तादृशरीत्या न वदामः. इत्युक्ते किमर्थम् इत्युक्ते अत्र काङ्क्षधातुः परस्मैपदी धातुः, न तु तत्र काङ्क्षे एव. क्षमतां भगिनि, तत्र काङ्क्षे एव अस्ति वा अथवा भुञ्जे हन्मि इति अपि तथा एव वा? अत्र अधुना काङ्क्षधातोः प्रसङ्गः अभवत्, तदनन्तरं भूमा भगिनी वदतु, अत्र इतोपि कानिचन क्रियापदानि सन्ति, वदतु. भुञ्जे, भुञ्ज् धातु आत्मनेपदि, उत्तमपुरुष एकवचनमेव. उत्तमम्. अत्र भुज् धातोः प्रसङ्गे, भुज् धातोः प्रसङ्गे किञ्चित् वदामि. अत्र भुज् धातुः उभयपदी धातुः, तत्र भुनक्ति इति परस्मैपदिरूपम् अस्ति, भुङ्क्ते इति आत्मनेपदिरूपम् अस्ति. किन्तु तत्र भेदः कः इति अवगन्तव्यं. तत्र धातोः प्रसङ्गे कस्मिन् अर्थे अयं धातुः अस्ति इति पश्यामश्चेत् पालन अभ्यवहारे इति लिखितमस्ति. इत्युक्ते अत्र सुलभतया वयम् अवगन्तुम् इच्छामश्चेत् तत्र एकम् उदाहरणं वदामि. बालकः सन्तोषेण फलं भुङ्क्ते, इत्युक्ते यदा भक्षणार्थे खादति, फलं खादति, अन्नं खादति, मिष्टान्नं खादति बालकः, तत्र खादति इत्यस्मिन् अर्थे, फलं खादति इत्यस्मिन् अर्थे आत्मनेपदिरूपप्रयोगं कुर्मः. भुङ्क्ते इति वक्तव्यं, बालकः भोजनं भुङ्क्ते. किन्तु पालन, राजा राज्यं भुनक्ति, इत्युक्ते तत्र परस्मैपदिरूपं कुत्र आनेतव्यम् इत्युक्ते पालना, इत्युक्ते राज्यपालनं करोति इत्यस्मिन् अर्थे तत्र महाराजः राज्यं भुनक्ति इति वक्तव्यम्. इत्युक्ते तत्र भेदः अस्ति, कुत्र परस्मैपदिरूपं योजयित्वा वक्तव्यं, कुत्र आत्मनेपदिरूपं वक्तव्यं, तत्र नियमाः सन्ति, विशेषतया भुज् धातोः प्रसङ्गे. तत्र आहत्य उभयपदी अस्ति. उभयपदी अस्ति, उभयपदी. तत्र तु भुञ्जे अधुना दृष्टवती. भुञ्जे कीदृशं पदं भुञ्जे? लट्लकारे उत्तमपुरुषे एकवचने भुञ्जे इति भवति आत्मनेपदिरूपम्. आत्मनेपदि, आत्मनेपदि. भगिनी, वाट् इस् भुञ्जे नेम्? चेत् भुनज्मि इति भवति. आत्मनेपदि अस्ति चेत् भुञ्जे इति भवति. अत्र अत्र भगिनी पृष्टवती अत्र भुञ्जे इत्युक्ते किं, कोऽपि वदतु. भोजनं करोति इति अर्थः नास्ति अत्र. अर्जुनः किं वदन् अस्ति आसीत् इत्युक्ते, अहं न काङ्क्षे, अहं न भुञ्जे, न एव हन्मे. इति अस्ति भगिनि. अपि च अहं न हन्मि, ऐ वोण्ट् किल् फार् इट्. उत्तमम्. इत्युक्ते अत्र भुज् धातोः रूपम् आत्मनेपदिरूपं स्वीकृतमस्ति, किन्तु अत्र यथा मया पूर्वमेव उक्तं, भुज् धातोः प्रसङ्गे परस्मैपदिरूपं कुत्र योजयित्वा वक्तव्यम्, आत्मनेपदिरूपम् इत्युक्ते साधारणतया वयं यदि वयं शुद्धिकौमुदीं पश्यामश्चेत् तत्र क्रियापदानां प्रसङ्गे एतत् लिखितम् अस्ति. इत्युक्ते बालकः सन्तोषेण फलं भुङ्क्ते इति वक्तव्यं, फलं भुङ्क्ते. किन्तु पालनव्यवहारयोः सम्बन्धे वदामश्चेत् राजा राज्यं भुनक्ति इति वक्तव्यम्. अत्र अग्रिमं क्रियापदमस्ति हन्मि. भूमा भगिनी वदतु. हन् धातु उत्तमपुरुष एकवचनम्. एकवचनम्. उत्तमं भगिनी. अत्र क्षमतां, वन् मोर् क्वशन्. भुङ्क्ते इति भोक्तुम् इत्यस्य लुडन्तरूपं भोजनम् इति भवति किल भगिनि? भोजनम् इत्युक्ते आहारम् इति न, तत्र भोजनं भोक्तुम् इति अर्थे अपि भवितुम् अर्हति वा? अत्र भोक्तुं पूर्वं दृष्टवन्तः, अतः पृच्छामि. भोक्तुम् इति तुमन्नन्तं रूपं, किन्तु भुज् धातोः ल्युडन्तरूपं. भुज् धातुतः ल्युट् प्रत्ययस्य योजनेन भोजनम् इति भवति. भोजनम् इत्युक्ते आहारः इति वदतु. आहारः इति अपि भवितुम् अर्हति. किन्तु प्रश्नः कः, शोभा भगिनी पुनः पृच्छतु. प्रश्नः तत्र भुञ्जे इति तत् पदस्य भोजनम् इति ल्युडन्तरूपम् उपयोगं कृतवती, ततः अतः एव पृच्छामि भगिनि. भोजनम् इति तत्र एञ्जाय्मेण्ट् अथवा ऐ विल् गो त्रु इट् इति, तत्र भुज् धातोः एव भोजनम् अपि तत् अर्थे अपि भवति इति वा इति मम प्रश्नः आसीत्. इत्युक्ते आहत्य भुज् धातोः प्रसङ्गे उभयपदी धातुः अस्ति इति कृत्वा तत्र न केवलं खादनार्थे, पालनार्थे अपि अस्य धातोः उपयोगः अस्ति इति कृत्वा तत्र भोजनम् इत्युक्ते यः न केवलम् आहारः, अत्र हि एन्जाय्स् इति अपि वक्तुं शक्यते तत्र. लता भगिनी वदतु. भवती उक्तवती बालकः फलं भुङ्क्ते. यु एक्स्प्लेन् वन् आत्मनेपदि वर्ड् एण्ड् वन् परस्मैपदि वर्ड्. सो आत्मनेपदि फार् हिस् ओन् सेटिस्फाक्षन्, ऐ मीन् हि डिरैव्स् द सेल्फ् सेटिस्फाक्षन् बै ईटिङ्ग् द फ्रूट्. एण्ड् परस्मैपदि राजा भुङ्क्ति मीन्स् he does the palana of the citizens. So he does it for others. उत्तमं समीचीनं चिन्तनं समीचीनं चिन्तनं उत्तमं पच् धातु इस् टु फार्म्स् उभयपदे अहं नो नो सम्यक् रमेशः पचति मीन्स् हि कुक्स् फार् हिम्सेल्फ् when we say pachakah pachati then he is cooking for others so when it is for others it is pachate then pachati is pachate is parasmai for others when he cooks when somebody cooks for themselves it is atmane so earlier it was classified as something उत्तमं सम्यक् एव इत्युक्ते समीचीनं चिन्तनम् अत्र बालकः स्वयं खादति स्वयं स्वस्य सन्तोषाय खादति इति कृत्वा बालकः फलं भुङ्क्ते आत्मनेपदिरूपं किन्तु राजा राज्यं पालयति इत्यस्मिन् अर्थे राजा राज्यं भुनक्ति तत्र परस्मैपदरूपं किमर्थम् इत्युक्ते अन्येषां कृते तदर्थमेव सूत्रे अपि तत् दत्तम् अस्ति यत्र कुत्रापि उभयपदी धातुः अस्ति चेत् तत्र स्वरितणितकर्तृभिप्राये क्रियाफले इत्युक्ते क्रियायाः फलं कर्तुः अस्ति चेत् आत्मनेपदी भवति क्रियायाः फलम् अन्येषां कृते भवति चेत् तत्र परस्मैपदीरूपं भवति इत्युक्ते कर्तुः फलं तत्र क्रियायाः फलं कर्तुः गच्छति वा इत्युक्ते कर्ता प्राप्नोति वा कर्तारं प्रति गच्छति वा इति वा तत्र दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः अत्र यथा लता भगिन्या उक्तं साधारणतया आत्मनेपदी धातुषु तत्र क्रियायाः फलं तत्र कर्तारं प्रति गच्छति इति कृत्वा तत्र आत्मनेपदी इति दत्तमस्ति अत्र आत्मनेपदी इति वदामश्चेत् तत्रापि पदं पश्यामश्चेत् तत्र अलुक् समासः इति वदामः इत्युक्ते तत्र साधारणतया समस्तपदेषु पूर्वपदे विभक्तिलोपः भवति किन्तु आत्मनेपदी इति वदामश्चेत् तत्र चतुर्थ्यन्तं रूपं आत्मनः आत्मन् शब्दः नकारान्तपदमस्ति तस्य चतुर्थीविभक्त्यन्तरूपम् आत्मने तत्र आत्मनेपदी इत्यस्मिन् पदे समस्तपदे तत्र विभक्तिरूपं यथावत् तिष्ठति विभक्तिलोपः न भवति इति सः विषयः तथा एव परस्मैपदी आत्मनेपदी परस्मैपदी एतत् पदद्वयं नकारान्तपदद्वयम् तत्र नकारान्तपदं भवति इतोपि तावदेव अत्र हन् धातोः प्रसङ्गे वयं चिन्तनं कुर्वन्तः स्मः हन् धातोः हिंसायाम् इति लिखितमस्ति तत्र हन् धातोः प्रसङ्गे तत्र बहुवचनरूपं घ्नन्ति अस्ति कथं तत्र हकारस्य स्थाने घकारः आयाति इत्यस्य कृते एकं विशिष्टं सूत्रमस्ति हो हन्ते निन्नेषु किञ्चित् क्लिष्टकरं तत्र सूत्रं हो हन्ते निन्नेषु तत्र तेन सूत्रेण हकारस्य स्थाने घकारः आयाति आहत्यत्र हन् धातोः उत्तमपुरुष एकवचनरूपं हन्मि उत्तमम् अग्रे धन्यवादः भगिनी पूर्णेन्दु महोदय भवान् पठतु अग्रे अस्ति वा महोदय कृष्णः कृष्णः संस्कृणुते सर्वं पुनश्चूप दिशत्यमुं ज्ञानं भक्तिं तथा योगम् आङ्ख्यं कर्मं तथाखिलं कृष्णः संस्कृणुते अत्र संस्कृणुते इति धातुः अस्ति सम् उपसर्गपूर्वक शृणुते सुधातु लटि प्रथमपुरुष एकवचन आत्मनेपदिरूपम् अस्ति सर्वं पुनश्चोपदि विसत्यमुं पुनः च उपदिशति अमुम् उपदिशति इति त्यान्तरूपम् अस्ति उपदिशति इति किञ्चित् सहायता करोतु भगिनि उपदिशति कथम् अत्र तु किञ्चित् पूर्वस्मिन् क्रियापदे किमस्ति इति संशृणुते किन्तु श्रुधातुः परस्मैपदिरूपमेव अस्ति शृणोति इति रूपमेव अस्ति किन्तु अत्र संशृणुते आत्मनेपदिरूपं दत्तमस्ति इत्युक्ते अत्र उपसर्गस्य योजनेन तत्र परस्मैपदिधातोः रूपम् आत्मनेपदिवत् अभवत् संशृणुते किन्तु श्रुधातुः तु परस्मैपदिधातुः एव शृणोति अत्र उपदिशति इति पदमस्ति उप उपसर्गपूर्वकः दिश् धातुः दिश् धातोः रूपमेव दिशति उपदेशः इति घञन्तरूपम् उपदेशं करोति इति वयं जानीमः उप उपसर्गपूर्वकः दिश् धातुः अस्ति तदनन्तरम् अग्रिमं श्लोकं पठतु पदार्थार्जुनः दैत्यं पुनश्चायं न शोचति प्रणश्यति सम्मोहः तेनासौ विन्दते स्मृतिं पदार्जुनः प्रजहति प्रजहति अर्जुनः प्रजहति इति इत्यन्तरूपम् इति अहं चिन्तयामि प्र उपसर्गपूर्वक जहति परन्तु जहति किमहं न जाने कृपया म्यूट् कुर्वन्तु ध्वनिः अस्ति चेत् अत्र प्रजहाति इति रूपमस्ति तत्र ओहाक् त्यागे मूलधातुः ओहाक् त्यागे इत्यस्मिन् अर्थे अस्ति इत्युक्ते आहत्य त्यागे इत्यस्मिन् अर्थे जुहोत्यादिगणीयधातुः अस्ति जहाति जहितः जहति इति इत्युक्ते तत्र साधारणतया जुहोत्यादिगणे तत्र द्वित्वं भवति अपि च ददाति दत्तः ददति इति रूपं भवति तथा एव अत्र एकवचनरूपं प्रथमपुरुषे एकवचनरूपं प्रजहाति प्रजहात्यर्जुनः अत्रापि यण्सन्धिः अस्ति प्रजहात्यर्जुनः अग्रिमं क्रियापदं शोचति वदत् महोदय क्षम्यतां भगिनि भगिनि अत्र प्र उपसर्ग अस्ति वा तर्हि आत्मनेपदी भवितुम् अर्हति खलु न न सर्वत्र तथा न सर्वत्र तथा न भवति इत्युक्ते केचन उपसर्गाः सन्ति चेत् तत्र परस्मैपदिरूपम् आत्मनेपदी भवति किन्तु सर्वत्र तथा न भवति अत्र प्रा उपसर्गः एव प्रा उपसर्गः एव अग्रे वदतु महोदय क्षम्यतां भगिनि शोचति इति स्विच् धातुः लट् प्रथमपुरुष एकवचनरूपः अस्ति स्विच् शोके स्विच् दशार्थः अस्ति शोके अनन्तरमस्ति प्रणश्यति प्रणश्यति नस् इति धातुः अस्ति प्र उपसर्गयोगे प्रणश्यति अत्र णकारः भवति णत्वं भवति तत्तु नश्यति इति औपदेशिक अवस्थायां तत्र णकारः अस्ति इति अहं चिन्तयामि तद्विषये सम्मोहः तेनासौ बिन्दते बिन्दते इति बिद् धातु वा भगिनि बिद् धातु तत्र नुमागमः अभवत् बिन्दते आत्मनेपदी लटि प्रथमपुरुष एकवचनरूपमस्ति बिन्दते अत्र शुच् धातोः प्रसङ्गे तत्र शुच् धातुतः शोचति इति रूपम् आयाति तत्र गुणकार्यं भवति तत्र शुच् धातुः किं वदामः उदुपदधातुः इत्युक्ते उपधायां लघु उकारः अस्ति इति कृत्वा उदुपदधातुः इति वक्तव्यं शुच् धातुतः शोचति इति रूपम् आयाति. तत्र एकं सूत्रमस्ति पुगन्तलघुपधस्य च इति सूत्रेण तत्र उकारस्य उपधायां स्थितस्य लघु उकारस्य गुणकार्यं भूत्वा उकारस्य गुणसंज्ञकवर्णः ओकारः. तदर्थमेव सुच् सोच् भवति. तत्र सुच् सोचति तथा अभवत्. तत्र शोकः इति अपि रूपमस्ति, पदमस्ति. अनन्तरं प्रणश्यति इत्यस्मिन् सम्बन्धे महोदयः उक्तवान् आदौ मूर्धन्यणकारादिधातुः नश् धातुः, नश्यति इति रूपमस्ति तस्य. विन्दते तत्र पूर्वस्मिन् वर्गे वयं चिन्तितवन्तः, तस्मिन् विषये चिन्तनं कृतवन्तः. तत्र विन्दते अत्र विद् धातुः बहुषु गणेषु अस्ति, किन्तु अस्मिन् प्रसङ्गे लाभे इत्यस्मिन् अर्धे दुदादिगणीयधातुः स्वीकर्तव्यः. विन्दते इत्युक्ते प्राप्नोति इत्यस्मिन् अर्थे. अत्र तेन सम्मोहः प्रणश्यति. अत्र वाक्यं किं लिखितमस्ति? सम्मोहः प्रणश्यति स्मृतिं तेन. यदा सम्मोहः प्रणश्यति तेन किम् अभवत्? तेन असौ स्मृतिं विन्दते, सः ज्ञानं प्राप्नोति अर्जुनः इति. अत्र विन्दते इत्युक्ते स्मृतिः इत्युक्ते अत्र ज्ञानम् इति अर्थः. सः ज्ञानं प्राप्नोति. अग्रे वदतु महोदय. माधवं पार्थः करिष्ये वचनं तव ततो युद्धाय सन्नाहं कुर्वन्नतिष्ठति स्वयं. तत्र वृत्ते अस्ति, वृत्ते पूर्वं वयं तद्विषये परिशीलनं कृतवन्तः. वृत् धातुः आत्मनेपदिरूप अस्ति, आत्मनेपदि धातुः अस्ति लट्टि प्रथमपुरुष एकवचने. अनन्तरं माधवं पार्थः करिष्ये अत्र करिष्ये किञ्चित् सहायता करोतु भगिनी. करिष्ये अत्र वदामि. अत्र ब्रूते इत्यस्मिन् सन्दर्भे वयं चर्चितवन्तः, किन्तु ब्रू धातुः उभयपदी धातुः अस्ति इति कृत्वा अत्र आत्मनेपदीरूपं ब्रूते. किन्तु पूर्वं वयं तत्र चतुर्थं श्लोकं पश्यामश्चेत् तत्र ब्रवीति इति लिखितमस्ति. इत्युक्ते आहत्य अत्र अस्मिन्नेव पुटे ब्रवीति ब्रूते उभयपदी धातुः अस्ति इति कृत्वा रूपद्वयं दत्तमस्ति. किन्तु अत्र करिष्ये अत्र लृट्लकाररूपं तत्र वयं जानीमः, किन्तु लृट्लकारः एव क्रू धातुः उभयपदी धातुः अस्ति इति कृत्वा अत्र कुरुते इति आत्मनेपदी लट्लकाररूपमस्ति. किन्तु अत्र करिष्यते, करिष्ये, अहं करिष्ये. यदा वयं पूजां कुर्मः तदा एतत् वदामः करिष्ये, किन्तु करिष्ये इति आत्मनेपदी लुट्लकारः उत्तमपुरुष एकवचनं. किन्तु परस्मैपदरूपं किं वदामः? अहं करिष्यामि. अहं किं करिष्यामि? अहं कार्यं करिष्यामि. तथा एव अहं करिष्ये, करिष्ये इति लृट्लकार आत्मनेपदी. उत्तमम्. अग्रे किमस्ति वदतु महोदय. ततो युद्धाय सन्नाहं कुर्वन्नुत्तिष्ठति स्वयम्. अत्र कुर्वन्नुत्तिष्ठति, कुर्वन् योगः उत्तिष्ठति, उत्तिष्ठति स्था धातु उपसर्गपूर्वक स्था लट्टि प्रथम पुरुषकवचन तिष्ठति. अत्र किं वक्तव्यम्? उत् उपसर्गपूर्वकः स्था धातुः, उत् उपसर्गपूर्वकः उत्तिष्ठति. वयं जानीमः एव उत्तिष्ठति, उत्तिष्ठ जाग्रत प्राप्यवरान् निबोधत. तत्र उत्तिष्ठ इति रूपं तत्र लोट्लकार अस्ति, किन्तु अत्र उत्तिष्ठति. अग्रे योधितेहर्निशं भक्त्या धर्म्यं संवादमुत्तमं सपुण्यकर्मणां लोकान् अवाप्नोति न संशयः योधिते अत्र किञ्चित् उत्तमं योधीते तत्र पूर्वरूपसन्धिः अस्ति इति कृत्वा तत्र यः अधीते तत्र न केवलं विसर्गसन्धिः भगिनि वदतु वाट् इस् सन्नाहं मीन् सन्नाहं सन्नाहं कुर्वन् सन्नाहः इत्युक्ते मेकिङ्ग् प्रिपरेशन् बीङ्ग् प्रिपेर्ड् सज्ज भवन् Preparing ready. Making preparation. Ready. इत्युक्ते एतत् सर्वं तत्र अयं तु तत्र इदं तु क्षम्यताम् अत्र संक्षेपगीता अस्ति इति कृत्वा भगवद्गीतां श्रुत्वा अर्जुनः युद्धाय सन्नाहं कुर्वन् उत्तिष्ठति स्वयम् उत्तिष्ठति सः तत्र पूर्वस्मिन् वाक्ये किं लिखितमस्ति पार्थः माधवं ब्रूते इत्युक्ते पार्थः अर्जुनः माधवं वदति कृष्णं वदति किं वदति तव वचनं करिष्ये अहं तव वचनं करिष्यामि इत्युक्ते पालयामि यथा भवान् उक्तवान् तथा अहं करोमि करिष्यामि लुट्लकार इत्युक्ते एतावत्पर्यन्तं युद्धं न अभवत् तदर्थं भगवद्गीतां श्रुत्वा सः वदति अहं तव वचनं करिष्ये ततो इत्युक्ते तत्र ततः ततः इत्युक्ते तदनन्तरं तत्र पञ्चमी तसिल् प्रत्ययः ततः अर्जुनः किं कृतवान् युद्धाय सन्नाहं कुर्वन् इति तत्र सत्रन्तरूपम् अस्ति तत्र नमुडागमसन्धिः इति सन्धिः भवति तेन द्विवारं नकारः आयाति कुर्वन् उत्तिष्ठति तत्र पदविच्छेदं कुर्मः चेत् कुर्वन् योगः उत्तिष्ठति सः स्वयं युद्धाय सन्नाहं कुर्वन् उत्तिष्ठति अग्रे पठतु महोदय यः अधीते अहर्निशम् अत्र अधीते अस्ति धीधातुः अधीते ध्याय धातुः भगिनि अत्र किञ्चित् विशिष्टधातुः अस्ति इत्युक्ते साधारणं पदमेव वयम् अध्ययनम् इति पदं जानीमः एव अहम् अध्ययनं गीतायाः अध्ययनं करोमि तत्र ल्युडन्तपदम् अत्र अधीते इति पदमस्ति अत्र धातुः इन् धातुः तत्र इत्संज्ञकवर्णानां लोपानन्तरम् इ ह्रस्व इकारः तत्र श्रूयते ई धातुः सः धातुः सर्वदा अधि उपसर्गपूर्वकः भवति इति कृत्वा अधियोगः ई तत्र अधीते इति रूपमायाति इत्युक्ते अत्र अयं धातुः विशिष्टधातुः ई इति भवति किन्तु उपदेशावस्थायाम् इन् इति वदामः इत्युक्ते धातोः अन्ते कवर्गीय अन्तिमव्यञ्जनं श्रूयते तेन यत्र कुत्रापि धातोः अन्ते कवर्गीय अन्तिमव्यञ्जनं श्रूयते चेत् तत्र एकं सूत्रमस्ति अनुदात्तनित आत्मनेपदं सूत्रम् इत्युक्ते यस्य धातोः अन्ते ञकारः इत्संज्ञकवर्णः अस्ति सः धातुः सर्वदा आत्मनेपदी भवति इति विषयः इत्युक्ते अस्य धातोः अन्ते ञकारः अस्ति इति कृत्वा अयं धातुः आत्मनेपदी धातुः तदर्थमेव अत्र रूपम् अधीते अत्र अधीते इत्युक्ते अध्ययनं करोति वदतु अत्र रूपाणि कथं भवन्ति इत्युक्ते अधीते अधीयाते अधीयते तादृशानि लट् रूपाणि भवन्ति वदतु महोदय यो अधीते अहर्निशं भक्त्या धर्म्यं संवादमुत्तमं सपुण्यकर्मणां लोकान् अवाप्नोति न संशयः अन्तिमधातुः अस्ति तस्य अवाप्नोति अवयोगः आप्नोति आप् धातोः लट् प्रथम पुरुष एकवचन इति चिन्तयामि. आप्नोति उत्तमम् उत्तमम् इत्युक्ते अत्र अवाप्नोति इत्युक्ते प्राप्नोति अथवा लभते अथवा अनुभवति इति अपि वक्तुं शक्यते. अत्र अत्र एतावत् श्लोकं श्लोकस्य अर्थः कः इत्युक्ते यः अहर्निशं भक्त्या धर्म्यं संवादम् उत्तमं संवादं भक्त्या अधीते सः इत्युक्ते यः भगवद्गीतां सम्यक् पठति भगवद्गीतायाः अध्ययनं करोति तेन किं भवति सः पुण्यकर्मणां लोकान् अवाप्नोति तत्र न संशयः उत्तमम् इत्युक्ते सः लोकान् अवाप्नोति इति वाक्यम् अत्र इत्युक्ते सः पुण्यलोकान् प्राप्नोति इति विषयः. अत्र क्रियापदानां लट्लकाररूपाणि अधिकतया प्रयुक्तानि सन्ति इत्युक्ते आहत्य एतेषु श्लोकेषु वदतु भगिनि. एक प्रश्न भगिनि, किञ्चित् भ्रम जाता. ततो युद्धाय सन्नाहं कुर्वन् तिष्ठति स्वयम् इति अर्जुन कृतवान् भगिनि. अर्जुनः कृतवान् ततः इत्युक्ते तिष्ठति तु न अर्जुन तिष्ठति नास्ति अत्र किमस्ति उत्तिष्ठति उत्तिष्ठति इत्युक्ते स्टूड् अप् न भगिनि. किन्तु अर्जुनः तावत्पर्यन्तम् अत्र पूर्वं श्लोकं पश्यतु धनुरुद्यच्छते पार्थः इत्युक्ते हि लेफ्ट् हिस् एरो एण्ड् बौ एण्ड् हि जस्ट् साट् इन् द चारियत्. तदनन्तरं सः किं करोति भगवद्गीतायाः तत्र भगवद्गीताया पठनेन तत्र किं भवति तस्य स्मृतिं विन्दते मोहः सम्मोहः नश्यति. अन्ते किं भवति इत्युक्ते सः अर्जुनः युद्धं कर्तुं शक्नोति. अस्तु अस्तु भगिनि अवगतम्. अन्ते एव उत्तिष्ठति युद्धाय इत्युक्ते तत्र चतुर्थ्यन्तं रूपं युद्धार्थम् इत्युक्ते युद्धं कर्तुं सः स्वयं युद्धं कर्तुम् उत्तिष्ठति. अवगतम् अधुना भगिनि. उत्तमम्. एतावता वयं समीचीनतया चिन्तनं कृतवन्तः. वदतु महोदय. चतुर्थश्लोके प्रथमपादे दविति वै इति वै एकाक्षरपदमस्ति तत् तस्य अर्थः किं अहं न दृष्टवती महोदय. दृष्ट्वा वक्तुं शक्नोमि. धनुरुद्यच्छते पार्थः सोऽपि कृष्णं ब्रवीति वै. अहम् एकदा श्रुतवती तदर्थं वदामि. साधारणतया तुहिचस्मः वै इति षट् अक्षराणि सन्ति. केचन वदन्ति यत् केवलं तत्र छन्दसः कृते पादपूरणार्थं तेषाम् उपयोगं कुर्वन्ति इति मया श्रुतम् एकदा. तत्र वै इति अपि तादृशरीत्या इत्युक्ते वै एकाक्षरनिघण्टुं दृष्ट्वा एव वक्तुं शक्नुमः. अत्र वै इति वदतु भगिनि लता भगिनि. निपातः जस्ट् एज़् फिल्लर् च वै टु लैक् दट् दे फिल् अप् इन् द पोयम्. उत्तमम्. अत्र तत्र श्लोकाः एते सर्वे तत्र अनुष्टुप् छन्दः वा किमपि छन्दः अस्ति इति कृत्वा तत्र पादपूरणार्थं केचन तत्र कानिचन अक्षराणि अत्र दृश्यन्ते. तथा एव तु हि च साधारणतया हि अस्ति चेत् तत्र एम्फाटिक् वर्ड् इति वदामः. यत्र कुत्रापि साधारणतया रामायणे वा तत्र हि इति पदं बहुवारं श्लोकेषु दृश्यते. तत्र हि इति अक्षरस्य प्रत्येकः अर्थः तु नास्ति किन्तु तत्र केवलं तस्मिन् श्लोके एम्फसैज् कर्तुम् इतोपि एम्फाटिक् वर्ड् इति वदामः. इन् मोनिर् विल्डन्स् इट् इस् गिवन् वै इस् इण्डिक्लैनबल् ए पार्टिकल् आफ़् अफर्मेशन् जनरली ट्रान्स्लेटबल् बै इण्डीड् आर् ट्रूली आर् सर्टन्ली आर् वेरिलि इन् स्मूत् इट् मे आल्सो मीन् सो जस्ट् आल्दो ग्रान्डेड् इफ् अस्तु. एफर्मेशन् अस्मिन् सन्दर्भे एफर्मेशन् एम्फेटिक् वर्ड् इति वक्तुं शक्यते. धनुरुद्यच्छते पार्थः सोऽपि कृष्णं ब्रवीति वै. इत्युक्ते सः कृष्णं ब्रवीति. किं वदति? सेनयोः उभयोः मध्ये मम रथं स्थापय इति वदति. अत्र किञ्चित् एफर्मेटिव् इति वक्तुं शक्यते. विशिष्टार्थः तु तस्य नास्ति. तत्र सन्दर्भम् अनुसृत्य तस्य अर्थः भिद्यते. उत्तमम्. एतावता अहं किञ्चित् उक्त्वा समापयामि. आहत्य वयं क्रियापदानां चिन्तनं कृतवन्तः. अस्मिन् अत्र एतेषु श्लोकेषु बहूनि लट्लकारक्रियापदानि सन्ति. अस्माकं कार्यं किम् इति क्रियापदानां प्रसङ्गे इत्युक्ते, तत्र धातुः उपदेशावस्थायां कीदृशधातुः अस्ति, सः धातुः कस्मिन् गणे अस्ति, आत्मनेपदी वा परस्मैपदी वा, धातोः अर्थः कः, धातुः सेट् वा अनिट् वा, धातुः अनुदात्तः वा स्वरितः वा उदात्तः वा, सकर्मकः वा अथ अकर्मकः वा, कस्मिन् गणे अस्ति. रूपसाधनार्थम् इत्युक्ते, वयं सर्वे जानीमः दशलकाराः सन्ति. दशसु लकारेषु तेषां रूपाणां साधनार्थं कीदृशानि सूत्राणि आवश्यकानि, एतत् सर्वम् अस्माभिः ज्ञातव्यम्. उत्तमम्. अपि च न केवलं तिङन्तपदानि, पश्यन्तु धातुतः बहूनि कृदन्तपदानि निष्पन्नानि भवन्ति. इत्युक्ते कृत्प्रत्ययान् बहवः कृत्प्रत्ययाः सन्ति. प्रत्येकं धातुतः बहूनि तिङन्तपदानि अपि च बहूनि कृदन्तपदानि निर्मितानि भवन्ति. इत्युक्ते आहत्य पश्यन्तु प्रत्येकं धातोः कति रूपाणि भवन्ति? बहूनि. वि केनाट् इवेन् कौण्ट्. एतत् सर्वम् अस्माभिः ज्ञातव्यम्. अत्र अग्रे कथा अस्ति, किन्तु तस्मिन् प्रसङ्गे अग्रिमे सप्ताहे चर्चयिष्यामः. सर्वेषां धन्यवादः. नमस्कारः. धन्यवादः.